गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। त्रिपञ्चाशदधिक एकशततमपुटे स्मः। तत्र वायुवादीनां वायुवादिनिष्ठगुणानां कुतः न इन्द्रियग्राह्यता इति शीर्षकम्। तर्हि वायुवादि इत्युक्ते वायु आकाशः दिक् काल आत्ममनः इत्येतेषु विद्यमानगुणक्रियजातीनां यथा घटादौ प्रत्यक्षं भवति, किमर्थं येषु प्रत्यक्षं न भवति इति चेत् तत्र रूपाभावत्वात् इत्युक्ते केवलं द्रव्यस्य प्रत्यक्षार्थं रूपस्य कारणता न अङ्गीकृतं, किन्तु द्रव्ये विद्यमान अन्येषां गुणानां क्रियाणां जातीनां प्रत्यक्षार्थम् अपि रूपस्य निमित्तकारणत्वं स्वीक्रियते इति गते वर्गे अस्माभिः अधीतं। तत्र किञ्चित् अवशिष्टम् अस्ति इति कृत्वा अस्तु स्वामिमहोदय आरब्धुमिच्छति किम्? तत्र यद्द्रव्ये अस्ति रूपं ततः आरभ्य पठतु। यद्द्रव्ये अस्ति रूपं तद्गता एव गुणाः क्रियाः जातयः प्रत्यक्षाः भवन्ति। यत्र च रूपं न वर्तते न तस्य गुणाः साक्षात् क्रियन्ते न क्रियाः नापि सामान्यम्। एवञ्च द्रव्यसमवेतं यत् इदं त्रितयं तत्प्रत्यक्षं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन रूपं कारणम् इति पूर्ववत् एव आगतम्। द्रव्यप्रत्यक्षं प्रति समवायेन रूपस्य कारणतावत् द्रव्यप्रत्यक्षं प्रति रूपस्य कारणता कथम् अस्ति इति वदति तत्र इति वार्ता नास्ति। द्रव्यप्रत्यक्षं प्रति रूपस्य कारणत्वं पूर्वमेव अस्माभिः दृष्टं, किन्तु अत्र द्रव्यप्रत्यक्षं प्रति नास्ति। प्रत्यक्ष इत्युक्ते द्रव्ये विद्यमानगुणाः क्रियाः जातयः तेषां प्रत्यक्षम्। ओ प्रति अपि इत्युक्ते एकः घटः इति ज्ञानमस्ति इति चिन्तयतु। तत्र एकत्वं ज्ञायते खलु, प्रत्यक्षेन एकत्वं ज्ञायते। तर्हि एकः घटः इत्यस्मिन् ज्ञानं प्रति अपि एकत्वं प्रति अपि घटे विद्यमानरूपं कारणं। यदि घटे रूपं नास्ति तर्हि एकत्वमपि न ज्ञातुं शक्नुमः, यथा वायौ। यद्यपि वायौ अनेकत्वमस्ति तथापि वायौ विद्यमान अनेकत्वं नो चेत् एकत्वं वा किमपि प्रत्यक्षेन न ज्ञातुं शक्यते इति बोधः। यद्यपि वायौ क्रिया भवति किन्तु सा क्रिया प्रत्यक्षेन न ज्ञातुं शक्यते, किमर्थं वायौ रूपं नास्ति। वायौ वायुत्वम् इति गुणः इति जातिः अस्ति, तथापि जातेः ज्ञानं न प्राप्तुं शक्यते, वायौ रूपं नास्ति इत्यतः। उदं खलु? आं महोदय, किन्तु तत्र संशयम् अस्ति महोदय, स्पर्शप्रत्यक्षं तु भवति खलु वायौ? कस्य? केवलं वायोः भवति, न तु वायौ विद्यमान रूपगुणानां क्रियाणां जातीनाम्। आम् क्रिया तु तदेव उक्तं, किन्तु कन्दुके जायमानक्रिया यदस्ति तत् प्रत्यक्षेण गृहीतुं शक्यते इति भेदः भेदः अस्ति महोदय। सत्यम् अत्र शीत उष्णमिति ग्रहीतुं शक्यते खलु, वायु शीतवायु अस्ति इति। वदतु वायोः लक्षणं किम्? रूपरहितस्पर्शवत्वं वायोः लक्षणं। सत्यं, तर्हि वायौ कीदृश स्पर्शः लभ्यते? शीतस्पर्शः वायौ अस्ति वा? नास्ति, परन्तु तत् वायोः रूपं नास्ति, परन्तु शीतलवायुः अस्ति इति वयं रूपं विना अपि तस्य गुणस्य ग्रहणं कर्तुं शक्यते। नास्ति, अत्र तदेव मम प्रश्नः, शीतवायुः शीतत्वं वायौ अस्ति वा? तत् जलविद्यमानगुण अस्ति, परन्तु तस्य जलस्य जले विद्यमानगुणं स्पर्शेनापि ज्ञातुं शक्यते खलु? हा, परन्तु तद् न तस्य रूपं नास्ति इति न वा, रूपम् अस्ति एव इति वयं वदामः वा? इत्युक्ते वायौ विद्यमानशीतस्पर्शः यत् त्वगिन्द्रियेण अस्माभिः अनुभूयते तत्तु वायोः अनुभवः नास्ति, जलस्य अनुभवः एव। हा, परन्तु तस्य प्रश्नः कः? तस्य अपि तस्य ग्रहणं भवति, परन्तु तस्य रूपं नास्ति इति न ग्रहणमित्युक्ते कस्य ग्रहणं महोदय? शीतस्पर्शस्य ग्रहणम् अत्र वायौ शीतस्पर्शः एव नास्ति खलु, तर्हि वायौ शीतस्पर्शस्य ग्रहणमिति कथं वदति? जलस्य गुणः अस्ति, तर्हि तस्य ग्रहणं रूपम् अस्ति, जलस्य रूपम् अस्ति, तर्हि तस्य ग्रहणं भवति इति सत्यं वदामि वा? सत्यम्। एवमेव उष्णस्पर्शस्य वायौ विद्यमान उष्णस्पर्शस्य त्वगिन्द्रियेण ग्रहणं किमर्थम् इति चेत् अग्नौ रूपमस्ति इति कृत्वा तस्य ग्रहणं भवति। आं महोदय, बुद्धम्। अस्तु, हा, अग्रे पठतु स्वयं महोदय। महोदय, एकमपि शङ्का अस्ति, शब्दः इति गुणः अस्ति खलु, तस्य रूपं नास्ति, आकाशे अस्ति, परन्तु तस्य ग्रहणमपि भवति। तर्हि रूपं विना अपि ग्रहणं भवति इति न वक्तुं शक्यते वा? एकं केन गृह्यते? श्रोत्रेन्द्रियेण। श्रोत्रेन्द्रियं कीदृशम्? आकाशीयमस्ति। तर्हि आकाशस्य एव गुणः अस्ति खलु? न बुद्धं महोदय, तर्हि किम् अत्र गुणः इत्युक्ते केवलं कीदृशगुणः इति न तत्र उक्तम् अस्ति खलु? न उक्तमस्ति खलु इदानीम्, अतः एव अत्र दत्तमस्ति एकत्वपरिमाणादेः इति, केवलं तादृशगुणः एकत्वं परिमाणगुणः। सत्यम्, इत्युक्ते आकाशः अस्ति इति आकाशस्य अस्तित्वे किं कारणम् इति चेत् शब्दः एव कारणम्, शब्दः श्रुत्वा एव किमपि तत्र आधारीभूतद्रव्यं भवेत् इति अनुमीयते, तत्र तु भवत्येव। यद्यपि आकाशे गुणरूपं नास्ति तथापि आकाशे विद्यमानशब्दः गृह्यत्येव, अतः एव अस्तु। इदानीं वायोः प्रश्नः भवता कथं करणीयमासीत्, शीतस्पर्शः वा उष्णस्पर्शः वा नास्ति, इत्युक्ते अनुष्णाशीतस्पर्शः वायौ अस्ति खलु, अनुष्णाशीतस्पर्शः वायौ अपि अस्ति, पृथिव्यामपि अस्ति, तर्हि अनुष्णाशीतस्पर्शः वायौ अस्ति इति कृत्वा एव वायोः लक्षणं किम् आसीत्? रूपरहितस्पर्शवान्, तर्हि स्पर्शवान् इति चेत् स्पर्शः इति गुणः वायौ अस्ति, तर्हि अनुष्णाशीतस्पर्शस्य ग्रहणं त्वगिन्द्रियेण कर्तुं शक्यते, यद्यपि वायौ रूपं नास्ति तत्र स्पर्शगुणस्य ग्रहणं कर्तुं शक्यत्येव, यथा शब्दस्य ग्रहणं कर्तुं शक्यते, किन्तु अन्येषां गुणानाम् इत्युक्ते एकत्वादिकं परिमाणम् इत्यादीनां ग्रहणं प्रत्यक्षेन न भवति, किमर्थम् इत्युक्ते रूपं नास्ति इत्यतः। अस्तु अग्रे स्वामी महोदय। तद् तथा च कार्यतायां समवायसम्बन्धावच्छिन्नात्वानुपादाने गुणादिप्रत्यक्षनिमित्तकारणे रूपे अतिव्याप्तिः। एकनिमिषम् अत्र अत्र वाक्यशः गच्छेम, तर्हि एतद् वाक्यस्य अर्थं वदतु। गुणादिप्रत्यक्षनिमित्तकारणे रूपे अतिव्याप्तिः, तर्हि अत्र कार्यं किम्? अत्र तु वायु एव विषयः महोदय, अतः कार्यमपि इदं वायुः वा? अस्तु, अन्येषां चिन्तनं किम्? अत्र कार्यं किम्, कार्यं किम् इति जानीमश्चेदेव कार्यता अवच्छेदकसम्बन्धः कः इति ज्ञातुं शक्नुमः खलु। महोदय, अहं मन्ये अत्र नीलरूपम् अत्र नीलो घटः इति रूपं यदि तस्य प्रत्यक्षज्ञानं भवति तदेव अत्र विषयः अस्ति तेन। अस्तु इति स्वीकुर्मः। अस्तु, नीलो घटः इति ज्ञानं, यदि नीलो घटः इति ज्ञानं तर्हि तत्र कार्यतावच्छेदकसम्बन्धः कः? समवायसम्बन्धः। समवायसम्बन्धेन इद नीलो घटः इति ज्ञानं कुत्र वर्तते? आत्मनि। सत्यम्, आत्मनि वर्तते खलु। तर्हि यदि समवायसम्बन्धः इति त्यजामः, समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने गुणादिप्रत्यक्षनिमित्तकारणे रूपे अतिव्याप्तिः भवति। इत्युक्ते रूपं विशेषासम्बन्धेन कार्यं रूपे विशेषासम्बन्धेन अस्ति खलु। अत्र स्प्रेड्शीट् पश्यन्ति चेत् यत्किमपि कार्यं स्वीकर्तुं शक्यते, अत्र नीलो घटः इति एव कार्यम्, अयं घटः इति अपि कार्यं स्वीकर्तुं शक्यते। तर्हि अत्र N3 इति पश्यन्तु सर्वे, तत्र उद्भूतरूपं घटे अस्ति, केन सम्बन्धेन? विषयतासम्बन्धेन इति कृत्वा अत्र कार्यम्, अयं घटः इति कार्यं विषयतासम्बन्धेन उद्भूतरूपे अस्ति इति कृत्वा समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने उद्भूतरूपे अतिव्याप्तिः भवति तन्निवारणार्थम्। अस्तु अग्रे स्वामी महोदय। महोदय, तर्हि तत्र कार्यं किम् इति स्वीकरणीयं महोदय? यत्किमपि स्वीकर्तुं शक्यते, किन्तु इदानीम् अत्र एकत्वम् इति घटे विद्यमान एकत्वम् इति स्वीकरोतु। ओ महोदय, एकः घटः इति एतदस्माभिः न कृतं, किन्तु एतदपि कर्तव्यमस्ति। केवलं घटप्रत्यक्षं प्रति तस्मिन् विद्यमान उद्भूतरूपं कार्यं न कारणं नास्ति, किन्तु घटे विद्यमान एकत्वं परिमाणं प्रति अपि घटे विद्यमान उद्भूतरूपं कार्यं। तर्हि अत्र कार्यम् एकः घटः इति ज्ञानम् इति स्वीकरोतु। तदपि स्वसमवायि समवेतत्वसम्बन्धेन एकत्वादिगुणे क्रियासु घटत्वादिजातौ च स्थित्वा विषयतासम्बन्धेन तत्प्रत्यक्षं जनयति इति किञ्चित् सम्बन्धावच्छिन्नकार्यतापदेन अत्रत्य विषयतासम्बन्धावच्छिन्नकार्यतामादाय रूपे अतिव्याप्तिः। अत्र नूतनं न किमपि नास्ति, यद् मया यदा यदिदानीम् उक्तं तदेव दत्तमस्ति। बुद्धं वा? किञ्चित् बृहद्वाक्यमस्ति महोदय मम कृते। न, अत्र बृहत् इत्युक्ते यदि समवायसम्बन्धः कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति त्यजामश्चेत् किञ्चित् सम्बन्धः इति स्वीकुर्मश्चेत् विषयतासम्बन्धः अपि किञ्चित् सम्बन्धे अन्तर्भूतं भवति खलु महोदय। तर्हि निमित्तकारणे उद्भूतरूपे घटे विद्यमान उद्भूतरूपं रूपे अतिव्याप्तिः भवति। ओ उद्भूत महोदय, हा अग्रे। समवायसम्बन्धावच्छिन्नत्वनिवेशे तु न अयं तादृशी इति न अतिव्याप्तिः। समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु महोदय, निवेशे इति आदानम् इत्युक्ते स्वीकुर्मश्चेत् समवायसम्बन्ध इत्युक्ते अत्र लक्षणवाक्ये समवायसम्बन्धः इति स्वीकुर्मश्चेत् अतिव्याप्तिः उद्भूतरूपे अतिव्याप्तिः न भवति इति। भवान् अवगच्छति वा न वा इति न जाने। अस्तु, एवम् अत्र एकः घटः इति ज्ञानस्य समवायीकारणं किम्? एकः घटः समवायी तु मनः आत्मनि महोदय। मनः आत्मनि किम् अद्भुत इच्छति भवान्? समवायिकारणम् आत्मनि अपि वर्तते भवान्। आत्मनि अपि इति किमर्थम्? आत्मा एव समवायिकारणम्। एकमेव समवायिकारणस्य लक्षणं किम्? झटिति न आगच्छति महोदय। न न, एतत् सर्वम् आगच्छेयुः स्वामिमहोदय, नो चेत् अग्रे पठितुं महान् क्लेशः। एतत् सर्वं बहुकालम् अस्माभिः अधीतं खलु, यत् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम्, यत् समवायेन स्थित्वा समवायेन कार्यं जयति तत् असमवायीकारणम्, अन्यत् सर्वं निमित्तकारणम् इति। हा तर्हि अस्तु, तर्हि इदानीम् आत्ममनसंयोगः इति असमवायीकारणमस्ति खलु, तत् स्वीकुर्मः इदानीम्। आत्मवनसंयोगः समवायेन आत्मनि स्थित्वा समवायेन आत्मनि कार्यं जनयति इति कृत्वा आत्ममनसंयोगः प्रथमविध असमवायीकारणमस्ति। तत्र यदि समवाय इति पदं त्यजामः, समवाय इति पदं त्यजामः, तदा किं भवति? उद्भूतरूपे अतिव्याप्तिः भवति। किमर्थम्? उद्भूतरूपं घटे समवायेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति। तर्हि कारणतावच्छेदसम्बन्धः द्वयोः समवायसम्बन्धः, किन्तु कार्यतावच्छेदकसम्बन्धः एव विद्यते. किञ्चित् सम्बन्धः इति स्वीकुर्मश्चेत् उद्भूतरूपे अतिव्याप्तिः भवति. तन्निवारणाय समवायसम्बन्धः इति स्वीकुर्मश्चेत् केवलम् आत्मनसंयोगे एव अत्र लक्ष्यं पतति, लक्षणं पतति, न तु अतिव्याप्तिः न भवति इति अत्र उक्तम्. अत्र किञ्चित् प्रयासः करणीयः महोदय भवता, इत्युक्ते अत्र स्प्रेड्शीट् मध्ये भवता किमपि प्रयत्तितं वा? न महोदय. तत् करोतु, नो चेत् सर्वदा क्लेशः भवति वा. अतः एव मया एतद् गृहपाठत्वेन कृतं दत्तमस्ति. किमपि अत्र एकत्वम् एकः घटः इति ज्ञानं स्वीकरोतु. एकः घटः इति ज्ञानं स्वीकृत्य अत्र समवायीकारणं किम्, असमवायीकारणं किम्, निमित्तकारणं किम्, निमित्तकारणानि कानि, तत्र कार्यादिकरणं किम् इति क्रमेण भवता चिन्तनीयम्. अपि च एतद् भवता एव कर्तव्यम्. यावत् अहं पाठयामि तत्र पर्याप्तं न भवति. यावत् भवता भवान् न चिन्तयति तावत् अवगमनं न भवति इति कृत्वा कृपया चिन्तयतु. आम् महोदय. अस्तु, अग्रे पठतु महोदय. तदेव विस्तरेण समवायिकारणता असमवायिकारणताद्वयघटसम्बन्धनिवेश द्वयघटकसम्बन्धनिवेशसार्थक्यानि चिन्तितानि. अस्तु, तर्हि अस्माकम् इदानीं किं कृतम् इति चेत् समवायीकारणता असमवायीकारणता, तत्रापि असमवायीकारणद्वयमस्ति खलु. प्रथमविध असमवायीकारणं, द्वितीयविध असमवायीकारणं. तत्र द्वितीयविध असमवायीकारणे कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकर्तुं शक्यते, नो चेत् कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकर्तुं शक्यते. यदि चित्ररूपम् इति कार्यम् इति स्वीकुर्मः, तत्र तन्तौ विद्यमानरूपं पटे विद्यमानरूपं प्रति द्वितीयविध असमवायीकारणं भवति. तत्र यदि कारणतावच्छेदक कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकुर्मश्चेत् व्यभिचेद व्यतिरेकव्यभिचारः भवति इति कृत्वा कारणतावत् अवच्छेदकसम्बन्धः एव अत्र परम्परासम्बन्धत्वेन स्वीकरणीयम्. किमर्थम् इत्युक्ते इदानीं पटे समवायीकारणे पटे कारणद्वयं, नीलरूपं चित्ररूपम् अपीतरूपं द्वयमपि अस्ति. तर्हि चित्ररूपम् इदानीं पटे अस्ति इति कृत्वा व्यतिरेकविचारः न वक्तुं शक्यते इति एतत् सर्वम् अस्माभिः चिन्तितं, तदेव अत्र उक्तं. तर्हि समग्ररीत्या विस्तरेण एतानि सर्वाणि चिन्तितानि. किन्तु मम भाति अत्र भवतः अवगमनम् एतावत्पर्यन्तं समीचीनतया न जातम् इति. तर्हि कृपया एतत् प्रयासः अद्य अस्मिन् सप्ताहे एव करोतु. एकः घटः इति ज्ञानम् एतदेव भवतः गृहपाठमस्ति. अस्मिन्नेव स्प्रेड्शीट् मध्ये करोतु. एकः घटः, तत्र समवायिकारणं किम्, असमवायिकारणं किं, निमित्तकारणानि कानि, प्रत्येकं निमित्तकारणस्य कार्यादिकरणं किं, केन सम्बन्धेन, कार्यतावच्छेदकसम्बन्धः कः, कारणतावच्छेदकसम्बन्धः कः इति एतत् सर्वं भवता चिन्तनीयम्. अस्तु, अग्रे पठतु महोदय. एतत् त्रितयकारणता विलक्षणकारणता भवति निमित्तकारणता, सापि निरूपिता. तर्हि अत्र त्रितयमित्युक्ते किम्? इत्युक्ते पूर्वम् अस्माभिः किम् अधीतं, यत् समवायिकारणं वा असमवायिकारणं वा नास्ति, तद् निमित्तकारणं खलु? आम् महोदय, शेषः निमित्तकारणं. शेषः निमित्तकारणम्. अत्र कारणत्रयविलक्षणं निमित्तम्. अत्र कारणत्रयम् इत्युक्ते समवायिकारणमिति एकं, प्रथमविध असमवायिकारणमिति द्वितीयं, द्वितीयविध असमवायिकारणमिति तृतीयम्. अतः एव अत्र द्वयघटक इति पदं प्रयुक्तमस्ति, असमवायीकारणता द्वयघटक इति। तर्हि आहत्य त्रीणि कारणानि भिन्नानि इत्युक्ते समवायीकारणं भिन्नं, प्रथमविध असमवायीकारणं भिन्नं, द्वितीयविध असमवायीकारणं भिन्नं। तर्हि एतेभ्यः कारणेभ्यः यः शेषः अस्ति भिन्नमस्ति तदेव निमित्तकारणं, सापि पूर्वमेव निरूपितम् इति। अस्तु अग्रे पठतु महोदय। घटघटक तत्र भेदं किं महोदय? द्वयघटः इत्युक्ते द्रव्यं, घटक इत्युक्ते घटित इत्युक्ते संयुक्त मिलित्वा इति अर्थः। अश्व अश्वकः इति नास्ति न, न तादृशं नास्ति अत्र सम्पूर्णरीत्या। घटितम् इत्युक्ते तेन सह उक्तम् इति अर्थः महोदय। अस्तु एतादृशकारणत्वविचारे अन्यविधौ विभागौ अपि शास्त्रालोचना रीति परिज्ञानाय निरूप्यते। तर्हि अत्र अन्यविधविभागः अपि अस्ति शास्त्रे तस्मिन् विषये, इत्युक्ते अन्यविधविभागः इत्युक्ते कारणस्य विभागः। तर्हि एकविधविभागः अस्ति समवायिकारणं, प्रथमविधसमवायिकारणं, द्वितीयविधसमवायिकारणं, निमित्तकारणम् इति। तर्हि तत्र कार्यतावच्छेदसम्बन्धः, कारणतावच्छेदसम्बन्धः स्वीकृत्य अत्र भेदः कृतः। तद् तर्हि अवच्छेदकसम्बन्धम् आधारीकृत्य कारणतायाः एकविध प्रभेदः कृतः, इदानीम् अन्यविधः। अस्तु, अपि च अद्य प्रातःकाले बृहदारण्योपनिषत् अहं पठन् आसीत्, तत्र शङ्कराचार्येण चतुर्विध अभावः उक्तः खलु, प्रागभावः, प्रद्वन्द्वभावः, अत्यन्ताभावः, अन्योन्यभावः, तस्य खण्डनं तस्मिन् भाष्ये कृतम्। तर्हि इदानीं मयि न्यायशास्त्रस्य न्यायसिद्धान्तस्य विषये ज्ञानमस्ति इति कृत्वा आचार्येण यत् तत्र खण्डितमस्ति तद् मया अवबोद्धुं शक्यम् आसीत्, नो चेत् महान् क्लेशः भवति। तर्हि केवलम् अत्र न्यायं न्यायस्य सिद्धान्तस्य ज्ञानार्थम् इति न, वेदान्तसिद्धान्तः ज्ञानार्थम् अपि न्यायसिद्धान्तं सर्वैः पठनीयमेव। अत्र विवक्षा आसीत् सत्कारणवादः सत्कार्यवादः इति, कारणं सत् अपि च कार्यमपि सत् इति वेदान्तिनां मतमस्ति, किन्तु नैयायिकानां मतमस्ति असत्कार्यवादः, इत्युक्ते कार्यं नास्ति, कारणे कार्यं नास्ति, कारणस्य कार्यस्य प्रागभावः एव अस्ति। तर्हि अतः एव कार्यम् उत्पादनीयम् इति नैयायिकानां मतमस्ति, असत्कार्यवादः एव नैयायिकानां मतम्। कपाले घटः नास्ति, किन्तु कपालात् कपालद्वयसंयोगेन घटः जायते इति तेषां कथनं, किन्तु वेदान्तिनां कथनम् एवमस्ति, इत्युक्ते अत्र कार्यं कारणे अस्ति एव किन्तु अभिव्यक्तं नास्ति, मेनिफेस्ट् नास्ति तावदेव इति वेदान्तिनां मतम्। तर्हि न्यायायिकानां मतं न अवगच्छामश्चेत् किम् आधारीकृत्य वेदान्तिनः तेषाम् आक्षेपं करोति इति अपि न अवगन्तुं शक्यते, अस्माकं मते वेदान्तिनां मते वैशिष्ट्यं किम् इति अपि न अवगन्तुं शक्यते इति कृत्वा न्यायः अवगन्तव्यः एव। तर्हि सर्वैः प्रयासः करणीयः। अस्तु, तर्हि इदानीं द्वितीयविधविभागः, हा कृपया कृपया प्रयासं करोतु महोदय। आम्, एकः घटः इति ज्ञानं भवतः गृहपाठम् एतदेव। तर्हि एकः घटः इत्यस्मिन् ज्ञाने कानि कारणानि, ज्ञानाय कानि कारणानि भवन्ति इति भवता चिन्तनीयमस्ति। महान् रुचिकरमासीत् अद्य प्रातःकालपठनम्। अत्र प्रतिबन्धः अस्ति चेत् कार्यं न दृश्यते, कुत्रचित् केवलं प्रतिबन्धस्य निवारणमेव अत्र कार्यम् इति कथ्यते, कुत्रचित् उत्पादनं कार्यं, केवलं प्रतिबन्धस्य निवारणं कुर्मश्चेत् न पर्याप्तं, तस्मात् अग्रे किमपि क्रियां जनित्वा उत्पादनं करणीयम् इति कुत्रचित् भवति इति तादृशचिन्तनम्। अपि च तत्र किमुक्तम्, एकस्मिन् कारणे यद्यपि एकस्मात् कारणात् बहूनि कार्याणि उत्पादयितुं शक्यते, यथा मृदः, मृदस्ति खलु, ततः घटः उत्पादयितुं शक्यते, घटम् उत्पादयितुं शक्यते, किं स्थालिकामपि उत्पादयितुं शक्यते, यु केन् मेक् अ पाट्, अ प्लेट्, अ वेस्, बहु किमपि मृदः उत्पादयितुं शक्यते इति अस्ति। तथापि एकस्मिन् समये, एकस्मिन् कारणे एकमेव कार्यम् अभिव्यक्तं भवति, अपि च एतदेव कार्यम् अन्येषां कार्याणां प्रतिबन्धः भवति इति। अस्तु, अत्र मृदि घटः अस्ति इति सत्कार्यवादः अस्ति वेदान्तीनां। तर्हि किमर्थं घटः न दृश्यते इति चेत्, इदानीं मृद् पिण्डरूपेण अस्ति, इट् इस् अ लम्प्, तर्हि पिण्डरूपम् इति कार्यं मृदि अस्ति इति इत्यतः तत् प्रतिबन्धकः भवति, कस्मिन् प्रति, घटं प्रति। इत्यतः यद्यपि घटं मृदि अस्ति तथापि न दृश्यते इति। तर्हि यदा घटः जायते तदा इदानीं घटकार्यमस्ति इति कृत्वा, मृदि घटकार्यमस्ति इति कृत्वा, घटः इति कार्यम् अन्येषां प्रतिबन्धकः भवति इति तादृशं गच्छति चिन्तनम्। अस्तु, प्रश्नः सन्ति वा? न, तर्हि एकस्मिन् समये एक एव कार्यं दृश्यते वा कारणे? सत्यम्। अस्तु, तदेव सत्यम्। अभिव्यक्त दृश्यते इत्युक्ते तदेव अभिव्यक्तमस्ति, मेनिफेस्ट् अस्ति, अभिव्यक्ति सत्यम्। एकस्मिन् कारणे एकमेव कार्यम् एकस्मिन् क्षणे, एकस्मिन् काले, देशे वा अभिव्यक्तम् इत्युक्ते भवितुम् अर्हति। तेन कार्येण अन्यानि कार्याणि तिरोहितानि भवन्ति, तिरस्कृतानि भवन्ति, प्रतिबन्धकः भवति इति एकम्। अपि च एकस्मिन् कारणे बहूनि कार्याणि पोटेन्शियल् रूपेण, अनभिव्यक्तरूपेण, अव्यक्तरूपेण भवितुम् अर्हति इति अस्माकं चिन्तनम्। तर्हि वेदान्तिनमतानुसारं कार्यस्य उत्पादनम् इत्युक्ते कार्यस्य अभिव्यञ्जनम् इति एव अवगन्तव्यम्, क्रियेशन् इति न अवगन्तव्यं, मेनिफेस्टेशन् इति एव। कार्यं सर्वदा कारणे अस्ति, कदाचित् मेनिफेस्ट् भवति, कदाचित् अन्मेनिफेस्ट् भवति। तत्र मेनिफेस्टेशन् इत्यस्य कारणं किम् इति चेत्, कुत्रचित् केवलम् अत्र प्रतिबन्धकस्य निवारणम् इत्युक्ते अत्र घटः अस्ति, घटस्य उपरि कृष्णपटं स्थापितमस्ति चेत्, कृष्णपटम् इत्युक्ते ब्लाक् क्लात् स्थापितमस्ति चेत् घटः न दृश्यते खलु, घटेः उपलब्धिः न भवति, किमर्थं तत्र प्रतिबन्धकः अस्ति। तर्हि यदा कृष्णपटं ततः क्षिपामः इदानीं घटः उपलभ्यते, तर्हि तत्र केवलं प्रतिबन्धस्य निवारणं कृतम्। एवमेव आत्मा स्वतःसिद्धः अस्ति, किन्तु तत्र भावरूप अविद्या अस्ति, तेन तिरस्कृता अस्ति। तर्हि यदा शास्त्रज्ञानेन अविद्यायाः प्रतिबन्धकस्य नाशः भवति, तदनन्तरम् आत्मा स्वयं सिद्धः इति कृत्वा सर्वैः लभ्यते, नो चेत् यस्य अज्ञानं जातं तेन आत्मा लभ्यते इति भवतु इदानीं। किन्तु मम आशयः एवमस्ति, इत्युक्ते न्यायं निश्चयेन सर्वैः पठनीयं, तदा एव नो चेत् यः भागः अद्य मया पठितः न्यायज्ञानं विना किमपि न अवगन्तुं शक्यते तत्र किमपि न अवगन्तुं शक्यते तत्र प्रागभावः प्रध्वंसभावः अत्यन्तभावः अन्योन्यभावः तयोः मध्ये भेदः इति तादृशचिन्तनं शङ्कराचार्यैः कृतम् इत्युक्ते अन्योन्यभावः अत्यन्त अभावः अनयोः मध्ये कः भेदः अन्योन्य प्रागभावः प्रध्वंसभावः अनयोः मध्ये अन्योन्यभावः अस्ति वा इति तादृशचिन्तनं करोति यदि अन्योन्यभावः इत्युक्ते किम् अत्यन्त अभावः इत्युक्ते किम् इति स्पष्टज्ञानम् अस्माकं मनसि नास्ति तर्हि किमपि न अवगन्तुं शक्यते इति कृत्वा सर्वे अत्र प्रयासं कुर्वन्तु निश्चयेन महान् उपयोगाय भवति वेदान्तपठनाय एव भवति अस्तु अग्रेसरेम तर्हि इदानीं द्वितीयविधविभागः कारणस्य फलोपाधानपदार्थः अस्तु मेहुल् महोदय पठतु महोदय पठनात् पूर्वम् अहं किञ्चित् वदामि अत्र वस्तुतः सिद्धान्तविषये किमपि नास्ति केवलं किम् आधारीकृत्य विभाजनं कृतं विभजनस्य प्रयोगः कः इति अवगच्छामश्चेत् पर्याप्तम् इत्युक्ते समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति किम् आधारीकृत्य विभजनं कृतं सम्बन्धम् आधारीकृत्य अवच्छेदकसम्बन्धम् आधारीकृत्य विभजनं कृतं यथा तथा अत्र भिन्नरीत्या विभजनम् अस्तु पठतु महोदय फलोपधानपदार्थः तद् आदौ स्वरूपयोग्यत्वं फलोपधायकत्वम् इति विभागं परिशीलयामः एतादृशविभागज्ञानाय आदौ फलोपधानपदार्थः ज्ञातव्यः कार्यस्य कस्यचित् उत्पत्तौ सत्यां तत्र सर्वाणि कारणानि सन्ति एव इति वयम् अवगच्छामः एतादृशसर्वकारणसमुदायस्य एव शास्त्रे सामग्री इति संज्ञा भवति दण्डचक्रकपालकुलालकपालद्वयसंयोगादीनि असाधारणकारणानि दिक्कालादयः सप्तसाधारणकारणानि एतेषां समुदायस्य भवति सामग्री इति संज्ञा अस्तु अत्र विभाग द्वितीयविधविभागः यदा परिशीलयामः तत्र तस्य पूर्वे स्वरूपयोग्यत्वम् अथवा फलो अपि च फलोपदायकत्वम् इति किम् इति ज्ञातव्यम् तस्य आदौ अपि फल अत्र फलोपधानपदार्थः इत्युक्ते किम् इति अपि ज्ञातव्यं तर्हि कस्यचित् कार्यस्य उत्पत्तिपूर्वे सर्वाणि कारणानि तत्र सन्ति एव इति वयं जानीमः एतादृशसर्वाणि कारणानि शास्त्रे तेषां नामकरणमस्ति सामग्री इति यथा अत्र उदाहरणरूपेण दण्डचक्र कपालकुलाल अपि च कपालद्वयसंयोगः एतेषां सर्वेषां एते सर्वे सर्वाणि असाधारणकारणानि सन्ति अपि च दिक्कालादयः एतानि सर्वाणि साधारणकारणानि तेषां यत् समुदायः अस्ति तस्य नाम अस्ति सामग्री इति एतादृशसामग्र्याः भवति विपरीतोपि नियमः अस्तु अत्र एकमेव अत्र सप्तसाधारणकारणानि इति दत्तं किन्तु षडेव पुस्तके अस्माभिः अधीतं खलु कथं सप्त इति दत्तम् इति मम मनसि प्रश्नः आगतः वस्तुतः अत्र नवसाधारणकारणानि अङ्गीकृतानि भवन्ति नैयायिकैः तद् वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि किन्तु अस्मिन् पुस्तके षट् कारणानि इत्युक्ते ईश्वर इच्छा कृति ज्ञानम् अपि च कालं दिक् प्रागभावः महोदय तत् कुत्रचित् तत्र पुस्तके एव लिखितम् अस्ति ईश्वर अपि तत्र कारणं भवतु इति साधारणकारणम् ओ ईश्वरः अपि अतः कस्मिन् पुटे तत्र प्रायः तत्र अन्ते लिखितम् आसीत् तत्र कस्मिन् विभागे चर्चा आसीत् अस्तु तर्हि समीचीनं तर्हि सप्त इति ईश्वरः सप्तमत्वेन ईश्वरः परामृष्टः इति स्वीकुर्मः किन्तु भवन्तः किं कुर्वन्तु इदानीम् अन्यतासिद्धत्वं पठितं खलु तर्हि ईश्वरः अन्यतासिद्धं भवति वा इत्यस्मिन् विषये चिन्तयन्तु. ईश्वरे कल्पितसाधारणकारणत्वम् ईश्वरः अन्यथासिद्धः भवति वा इति गृहपाठः. तर्हि तत्र अन्यथासिद्धत्वे इतोपि गभीरचिन्तनस्य अवसरः लभ्यते. अस्तु, अग्रे पठतु महोदय. अस्तु, एतादृशसामग्र्याः भवति विपरीतोपि नियमः. पूर्वत्र उक्तः नियमः यत्र कार्यं तत्र कारणम्. इदानीम् उच्यमानः विपरीतः, यत्र सामग्री तत्र कार्यम् इति नियमः. इयं च सामग्री यस्मिन् क्षणे एकत्र आयाति तदग्रिमक्षणे अवश्यं कार्योत्पत्तिः. एतादृशकार्योत्पाद एव फलोपधानपदेन शास्त्रे व्यवह्रियते. इदं च फलोपधानं सामग्रीसाध्यम् इति एतावता विवरणेन आयातम्. एवं सति यत्र सामग्रीसमवधानं न वर्तते, कतिचिदेव तु दण्डचक्रादिघटकारणानि सन्निहितानि, तत्र कार्यफलोपधानाभावेऽपि दण्डादीनां कारणता न व्याहन्यते. तथा च फलोपधानाभावेऽपि या कारणता, स एव शास्त्रे स्वरूपयोग्यत्वम् इति व्यवह्रियते. अस्तु, अत्र पूर्वे वयम् एकः नियमः उक्तः, यत्र कार्यं तत्र कारणं. कारणम् अत्र निकषत्रयं वयं दृष्टवन्तः, तत्र कारणं भवेत् कार्याधिकरणे. परन्तु अत्र विपरीतरीत्या अन्यत् नियमः आगच्छति, तद्भवति यत् सामग्री यत्र सामग्री तत्र कार्यम् इति विपरीतनियमः आगच्छति. अतः सामग्री यदा एकत्र आयाति, यस्मिन् क्षणे एकत्र आयाति, तस्य अग्रिमक्षणे कार्योत्पत्तिः अवश्यं भवति इति एतत् नियमेन आगच्छति. तदेव कार्योत्पाद एव तस्य नाम भवति फलोपधान इति. इदं फलोपधान इदं च फलोपधानं सामग्रीसाध्यम् इति एतावता विवरणेन आयतः. तदेव सामग्रीसाध्यम् इति फलोपधानं भवति इति अधुना एतत् सर्वं विवरणं यत् वयं पठितवन्तः तेन आयातम्. एवं यत्र सामग्रीसमवधानं न वर्तते इत्युक्ते सर्वसामग्री यदा एकत्र न वर्तते, कतिचिद् एव तु दण्डचक्रादिघटकारणानि सन्निहितानि इत्युक्ते कानिचन सामग्र्यां ये यानि वस्तूनि सन्ति तेषां सर्वेषाम् एकत्रीकरणं न भवति, केवलं कतिचित् एव वस्तूनि तत्र एकत्र आगच्छन्ति. तत्र कार्यफलोपधान अभाव भवति, तथापि दण्डादीनां कारणता न व्याहन्यते. अत्र व्याहन्यते इत्यस्य अर्थः किं महोदय? किं न जानामि. अस्तु, तर्हि कानिचन वस्तूनि एव सामग्रीरूपेण तत्र सन्ति, सर्वाणि वस्तूनि न सन्ति. तथापि ये वस्तूनि तत्र सन्ति तेषां कारणता न अपगच्छति, इत्युक्ते दण्डादीनां कारणता न अपगच्छति. तथा च फलोपधान अभावेऽपि या कारणता, स एव शास्त्रे अस्तु. अत्र फलोपधानस्य अभावः अस्ति इत्युक्ते सर्व अत्र फलोपधान इति सामग्री इति वयं दृष्टवन्तः. सर्वसामग्री एकत्र आगच्छति चेत् कार्योत्पत्तेः पूर्व क्षणे एव फलोपधानम् इति वदेम. तर्हि फलोपधान अभावः अस्ति अधुना. किमर्थमित्युक्ते सर्वसामग्री तत्र न सन्ति, तथापि या कारणता दण्डादीनां सामग्र्याम् अस्ति, तस्य एव नाम अस्ति स्वरूपयोग्यत्वम् इति स्वरूपयोग्यम्. तर्हि स्वशब्दैः वदति वा फलोपधानं स्वरूपयोग्यत्वम्? फलोपधानत्वं स्वरूपयोग्यत्वम् इत्युक्ते किम्? फलोपधानत्वम् इत्युक्ते यदा सामग्री एकत्र आगच्छति, कार्यस्य उत्पादनपूर्वे महोदय अत्र तत्सर्वं भवता उक्तं तर्हि प्रथमं वदतु फलोपदानत्वम् इति धर्मः कुत्र वर्तते अहं चिन्तयामि तत् सामग्र्यां वर्तते सामग्री इत्युक्ते किं सामग्री इत्युक्ते समुदायः सर्वकारणस्य समुदायः उत्तमं तर्हि सर्वकारणस्य सर्वेषां कारणानां समुदायस्य नाम अस्ति सामग्री फलोपदानत्वं सामग्र्यां वर्तते समुदाये वर्तते इत्युक्ते कारणेषु वर्तते खलु आं सत्यं कारणेषु कारणेषु वर्तते इत्युक्ते प्रत्येकं कारणे वर्तते खलु आं प्रत्येकं कारणे वर्तते हा तदेव अस्तु तर्हि फलोपधानत्वम् इदानीं कपाले फलोपधानत्वं वर्तते इति कदा वदामः फलोपधानं वर्तते कदा वदामः कपाले यदा कार्योत्पत्तेः पूर्वक्षणे यदा कपालः कार्याधिकरणे अस्ति चेत् वदामः इत्युक्ते अत्र विपरीतरीत्या वदतु इत्युक्ते कपाले का फलोपदानत्वम् इति यदा वदामः तदा वदामः यदा अग्रिमक्षणे घटः उत्पद्यते अस्तु हा अस्तु अस्तु विपरीतरीत्या यदा अग्रिमक्षणे घटस्य उत्पत्तिः भवति चेत् या सामग्री अस्ति तेषां फलोपदानत्वम् अस्ति हा तर्हि अतः एव अत्र उक्तं तद् अग्रिमक्षणे अवश्यं कार्योत्पत्तिः इति तर्हि यदा कपाले कपालात् अग्रिमक्षणे अवश्यं घटोत्पत्तिः भवति तदा घटे सारि कपाले फलोपादानत्वम् अस्ति इति एकं द्वितीयं तर्हि इदानीम् एवमेव स्वरूपयोग्यत्वं हा अत्र किमस्ति यदा अग्रिमक्षणे कार्योत्पत्तिः न भवति इति घटः न जायते तथापि या कारणता कारणे अस्ति तदेव स्वरूपयोग्यत्वम् इति वदेम सत्यं तर्हि कारणता भवेत् कारणता कारणतायां सति कारणतायां सत्याम् अत्र अग्रिमक्षणे कार्यं न भवेत् सत्यम् इत्युक्ते स्वरूपयोग्यत्वम् हा परन्तु अत्र महोदय तर्हि यदा दण्डः इति स्वीकुर्मः तत्तु कारणम् अस्ति एकविधकारणं यदा यत्किमपि दण्डः तत्र अस्ति चेत् भूतले तर्हि तस्मिन् कारणता अस्ति एव वा सत्यं स्वरूपयोग्यत्वम् अस्ति अस्तु अस्तु स्वरूपयोग्यत्वम् अस्ति एव तर्हि येन केनापि दण्डेन चक्रभ्रमणं कर्तुं शक्यते कर्तुं शक्यते हा तदेव मम चिन्तनम् अतः तत्र इति कृत्वा अतः एव एतादृशचिन्तनं कृतम् अत्र तर्हि अस्य विभागस्य प्रयोजनं किम् इति चेत् एकं कारणं वा इत्युक्ते स्वरूपयोग्यमस्ति चेत् स्वरूपयोग्यत्वम् अस्ति चेत् तत् कारणं सत्यं सत्यम् अधुना किन्तु फलोपधानत्वम् आगच्छति चेत् अग्रिमक्षणे कार्यम् उत्पद्येत उत्पद्यते न उत्पद्येत नास्ति उत्पद्यते एव उत्पद्यते तत् तदेव भिन्नकारणता कारणता एव इति भेदः अस्तु धन्यवादः महोदय अग्रे श्रीराम महोदय एतत् सर्वैः अवगतं चेत् झटिति पठितुं शक्यते प्रश्नाः सन्ति वा तर्हि फलोपदानत्वं स्वरूपयोग्यत्वं द्वयमपि कुत्र अस्ति इति चेत् कारणे एव अस्ति फलोपदानत्वं कारणे अस्ति इति कदा वदामः यदा अग्रिमक्षणे कारणात् कार्यं जायते तदा एव फलोपदानत्वं कारणे अस्ति इति वदामः नो चेत् यदि अग्रिमक्षणे न कार्यम् उत्पद्यते किन्तु तत्र अन्वयसहचारः व्यतिरेकसहचारः वक्तुं शक्यते कारणता निरूपिता अस्ति चेत् तादृशकारणे स्वरूपयोग्यत्वम् अस्ति इति वदामः अस्तु अग्रे पठतु श्रीराम महोदय पठतु अस्तु महोदय स्वरूपयोग्यतानिरूपणं कश्चित् अतिथिः गृहम् आगतः सायङ्काले सन्ध्यावन्दने प्रवर्तते गृहस्थानि पात्राणि घटादीनि आदातुं यदा प्रवर्तते तदा सः पात्रेषु किं ज्ञात्वा प्रवर्तते इति चिन्तनीयं न सः केवलं पात्रं पात्रत्वं दृष्ट्वा प्रवर्तते प्रवर्ततः तथा सति यत्किञ्चित् प्रवृत्तः तथा सति यत्किञ्चित् पात्रे अपि दर्व्यादौ प्रवर्तते अतः सः घटादौ महोदय समीचीनतया पठतु समीचीनं प्रवर्तेत अतः सः घटादौ सन्ध्यावन्दनसाधनतां ज्ञात्वा एव प्रवर्तते इति अवश्यं स्वीकार्यं परन्तु तेन पुरुषेण तानि अस्मद्गृहस्थानि पात्राणि आदाय प्राक् कदापि न सन्ध्या अनुष्ठिता खलु तर्हि कथं सः पात्रेषु सन्ध्यावन्दनसाधनतां जानीयात् अस्तु अतः इत्थं वक्तव्यम् इतः पूर्वं तैः पात्रैः सन्ध्या न अनुष्ठिता इति फलोपधानं न जानीयात् नाम अन्यां काञ्चन कारणतां सः जानाति सा कारणता एव स्वरूपयोग्यत्वरूपा इति घटत्वादिजातिः यत्र सः पश्यति तत्र तादृशस्वरूपयोग्यत्वं पश्यति अयोग्ये पाकादिसाधने पात्रे न सः घटत्वं पश्यति इति न तत्र स्वरूपयोग्यत्वम् अपि पश्यति अतः न पाकसाधनपात्रं सन्ध्या अर्थम् उपादत्ते अस्तु तर्हि अत्र पङ्क्तिशः न वक्तव्यम् अत्र सर्वैः अवगतम् इति मम चिन्तनं किन्तु केवलं प्रतिपादनं करोतु स्वशब्दैः अत्र कश्चित् सन्ध्यावन्दनं कर्तुम् उद्युक्तः अस्ति तत्र पात्रं दृष्ट्वा यत्किमपि पात्रं स्वीकृत्य न करोति तत्र तदर्थं यत् पात्रमस्ति तदेव स्वीकरोति तत्र फल उपादानत्वम् अस्ति चेदेव तत्र तत् स्वीकरोति अहं चिन्तयामि तत्र उपयोगत्वमस्ति वा अस्तु एकनिमिषम् अत्र फलोपदानत्वं स्वरूपयोग्यत्वमिति मया उक्तं खलु पूर्वं तर्हि अस्मिन् कारणे फलोपदानत्वम् अस्ति इति ज्ञानं कदा जायते तदा एकवारं सः सन्ध्यापात्राणि उपयुज्य कृतवान् अस्ति चेत् तत्र तस्य फलोपदानत्वम् अस्ति इति ज्ञातुं शक्नुमः इत्युक्ते अग्रिमक्षणे कार्यं जायेत खलु जायते चेत् एव इत्युक्ते कार्यं दृष्ट्वा एव फलोपधानत्वम् आसीत् इति अनुमानं कर्तुं शक्यते खलु सत्यम् इत्युक्ते अहं चिन्तयामि अस्तु अहं कारणानां सङ्ग्रहणं कुर्वन् अस्मि इति चिन्तयतु इत्युक्ते अत्र बहूनि अत्र दण्डः आनीतः चक्रम् आनीतं कपालः आनीतः इति सर्वम् आनीतमिति चिन्तयतु तर्हि इदानीं तत्र फलोपधानत्वम् अस्ति वा न वा इति चेत् अहं घटं कर्तुं यदा उद्युक्तः अस्मि किन्तु घटः न जायते इति चिन्तयतु तर्हि घटः न जातः इति कृत्वा तत्र फलोपधानत्वं न लब्धं तर्हि किं तत्र अवशिष्टम् ओ मया कपालद्वयोर्मध्ये संयोगः न कृतः तर्हि तदपि करणीयम् इति इत्युक्ते अत्र कार्य अग्रिमक्षणम् अवश्यं जायते कार्यं यदा फलोपधानत्वं भवति प्रत्येकं कारणेषु फलोपधानत्वं यदा भवति तदा अग्रिमक्षणे कार्यं भवत्येव खलु इति कृत्वा यदा कार्यं जायते तदा एव फलोपधानत्वं येषु कारणेषु अस्ति इति ज्ञातुं शक्नुमः तावत्पर्यन्तं फलोपधानत्वं कारणेषु अस्ति इति न ज्ञातुं शक्नुमः एव यद्यपि तत्र फलोपधानम् अस्ति इति फलोपधानत्वं जातम् इति कल्पना कृतं किन्तु अग्रिमक्षणे कार्यं न जातं चेत् फलोपधानत्वं न लब्धम् इति यदि निश्चयं कुर्मः तर्हि फलोपदानत्वं जातम् इति कार्यं दृष्ट्वा एव अनुमानं कर्तुं शक्नुमः. तर्हि इदानीम् अहं सन्ध्यां कर्तुम् अन्यस्मिन् गृहे अस्मि, तत्र नूतनतया तत्र मया सन्ध्या एकवारमपि न कृता, किन्तु इदानीं तत्र एतत् पात्रमेव आवश्यकम्, एतत् पात्रं योग्यं नास्ति इति कथं किम् आधारीकृत्य स्वीकुर्मः इति चेत् तेषु पात्रेषु स्वरूपयोग्यतां दृष्ट्वा एव खलु. तदेव अत्र उक्तं स्वरूपयोग्यताम् अस्ति, योग्यता अस्ति, स्वरूपयोग्यत्वं पात्रे अस्ति, किन्तु फलोपधानत्वं नास्ति. तर्हि स्वरूपयोग्यत्वं ज्ञात्वा अत्र एतेषां पात्राणाम् आनयनं मया कृतम् इति एव अत्र उक्तम्. इदानीं पाकयोग्यं पात्रम् इदानीं अण्डा बिग् वेसल् तद् न स्वरूपयोग्यं नास्ति इति सः आगच्छति इति तु अन्य लघु अस्ति तद् योग्यम् अस्ति इति. अस्तु, अत्र अत्र वार्ता किम् अस्ति इति चेत् फलोपधानत्वं एकस्मिन् कारणे फलोपधानत्वं जातम् इति ज्ञातम् इति कदा ज्ञातुं शक्नुमः? यदा कार्यं जायते तदा एव. तर्हि अस्मिन् पात्रे मम मित्रस्य गृहे यत् पात्रमस्ति तस्मिन् पात्रे फलोपधानत्वम् अस्ति इति मया न ज्ञातुं शक्यते खलु, यावत् सन्ध्यां न क्रियते तावत्. किन्तु तत्र स्वरूपयोग्यत्वम् अस्ति इति मया ज्ञातं निश्चितः एव, तत् पात्रं मया आनीतम् इति कृत्वा अत्र स्वरूपयोग्यत्वं फलोपदानत्वम् अनयोः मध्ये भेदः कृतः इति एव अत्र लिखितमस्ति. तत्र सन्ध्यामिति स्वीकरोतु, यत्किमपि कार्यं स्वीकरोतु. अस्तु, अग्रे पठतु महोदय. महोदय, तर्हि तत्र कार्यस्य अपि ज्ञानम् आवश्यकं खलु, सन्ध्यायाः अपि च किमपि यत् कार्यमस्ति तस्य ज्ञानम् आवश्यकं, तेन एव स्वरूपयोग्यतायाः सत्यं सत्यम् अनुगमनं भवति. सत्यं, कारणम् इति सापेक्षापदार्थमस्ति. कस्य कारणस्य इत्युक्ते एवमेव किमपि पात्रं कस्यापि इत्युक्ते सन्ध्यायाः सन्ध्याकार्यं प्रति एकं कारणमस्ति चेत् इत्युक्ते आभरणं प्रति तत् कारणम् इति न वक्तुं शक्यते खलु, यद्यपि कारणता अस्ति. तर्हि कारणता इति सापेक्षाधर्मः अस्ति, एतत् का एतस्य कार्यस्य अपेक्षया एतत् कारणम् इति. सर्वः अपि अस्मदीयाः प्रवृत्तयः प्रायः ईदृशस्वरूपयोग्यत्व ज्ञानाधीना एव इति मन्तव्यम्. पाककार्यं गृहीताः तण्डुलाः न कदाचित् पूर्वम् ओदनभावं प्राप्ताः अपि उपादीयन्ते, अपि इत्थमेव जलं पिपासाशमनाय पिबामः इति एवं सर्वत्र. अस्तु, तत्र स्वरूपयोगत्वं ज्ञात्वा एव सर्वाणि कार्याणि वयं कुर्मः. सत्यं, हा इति एव उक्तम्. इत्युक्ते तण्डुलस्य पाकस्य कारणमस्ति तण्डुलं, किन्तु कीदृशतण्डुलम् इति चेत् एतावत्पर्यन्तं यत् पाकं न जातं तादृशतण्डुलमस्ति खलु. नूतनतण्डुलं स्वीकृत्य एव पाकं कुर्मः. तर्हि तत्र पदोपधानत्वं दृष्ट्वा पाकं तण्डुलं न स्वीकृतं, किन्तु स्वरूपयोग्यत्वं दृष्ट्वा एव तण्डुलं स्वीकृतम् इति. अस्तु, अग्रे. इमां स्वरूपयोग्यस्वरूपां कारणतां विज्ञाय कारणानि कर्ता सम्पादयति. चैत्रादिक्षणपरम्परया आषाढक्षणे च सामग्रीसम्पत्तिः भवति, ततः श्रवणक्षणे घटोत्पत्तिः. तत्र आषाढक्षणपर्यन्तं स्वरूपयोग्यत्वं, श्रवणक्षणे फलोत् श्रावणक्षणे श्रावणक्षणे फलोत्पत्त्या तत्क्षणे सर्वाणि कारणानि फलोपहितानि इति उच्यन्ते. अस्तु, तत्र स्वरूपयोगत्वं क्षण चैत्रक्षण अधोभागे अस्ति. चैत्रक्षण वैशाखक्षण ज्येष्ठ आषाढ श्रावणक्षणः इति अस्ति. तत्र मृदुदण्डचक्रं तत्र चैत्रक्षणे अस्ति. तन्त्रं कपालदण्डचक्रं कुलालः इति वैशाखक्षणे. कपालदण्डचक्रं कुलाल कपालद्वयसंयोगानुकूलक्रिया ज्येष्ठक्षणे. तत्र कपालः कपालद्वयसंयोगः चक्रं दण्डकुलालः इति आषाढक्षणे एव भवति. इत्युक्ते सर्वे सामग्र्यः तत्र सन्ति. तत्रैव घटोत्पत्तिकारणार्थं सर्वे सामग्री आषाढक्षणे एव भवति सन्ति. फलोपहितं तु घटोत्पत्तिः श्रावणक्षणे एव भवति. तत्र यदा सर्वे सामग्र्यः आषाढक्षणे भवन्ति तदा एव अग्रिमक्षणे फलोत्पत्तिः भवति. फलो अत्र किञ्चित् विपरीतरीत्या वक्तव्यं महोदय. यदा सर्वे सामग्र्यः आषाढक्षणे सन्ति तदा एव श्रावणक्षणे घटोत्पत्तिः भवति इति आशयः नास्ति. अत्र किम् आशयः, यदा आषाढक्षणे सर्वे सामग्र्यः सन्ति तदा श्रावणक्षणे घटोत्पत्तिः भवत्येव, अवश्यं भवत्येव. अस्तु अस्तु, इत्युक्ते तदनन्तरम् इदानीम् आषाढक्षणे सर्वे सामग्र्यः तत्र सन्ति, तर्हि आषाढक्षणे श्रावणक्षणे इदानीं कार्योत्पत्तिः नियमेन भवति वा न वा इति चेत् भवत्येव. इत्युक्ते तत्र अनिवार्यः अस्ति. अत्र अस्माकं पुरुषार्थः किमपि नास्ति. सर्वाणि कारणानि सन्ति चेत् अग्रिमक्षणे कार्यम् उत्पद्यत् एव इति अत्र नैयायिकानां चिन्तनमिति दत्तं. वस्तुतः एतद् बौद्धानां चिन्तनमस्ति. इत्युक्ते बौद्धाः किं वदन्ति, यदि सर्वाणि कारणानि एकस्मिन् क्षणे एकस्मिन् अधिकरणे सन्निहितानि सन्ति तदा अग्रिमक्षणे, इत्युक्ते अत्र अत्र अन्यत् किमपि अपेक्षा नास्ति, तत्र सामान्यतया भवत्येव. तदेव इत्युक्ते इदानीन्तनकाले वदामः खलु न्याचुरलि, एव्रिथिङ्ग् हेपन्स् न्याचुरलि. अत्र ईश्वरः एव न आवश्यकः. इत्युक्ते सर्वाणि कारणानि तत्र सन्ति चेत् कार्यम् अग्रिमक्षणे उत्पद्यते एव, तर्हि अत्र ईश्वरः इत्यस्य अङ्गीकारः किमर्थम् इति ते पृच्छन्ति. तादृशचिन्तनस्य आधारः अत्र उक्तः अस्ति. दिस् इस् वाट् द बौद्धा अस्ति. द बौद्धास् आर् नास्तिकास्. दे डोण्ट् अग्री टु ईश्वर आर् टु इवन् वेदा अस् प्रमाणम्. सो वि से हौ इस् इट् दट् विदौट् ईश्वर हौ केन् कार्यं कम्? देन् दे से इफ् आल् दि कारणास् आर् देर् अट् वन् पायिण्ट् देर् इस् नो चाय्स् फार् दि कार्यं to come or not, whether Ishwara whether you know Ishwara desires or not, the karyam will come naturally, it will happen. So why should we consider Ishwara at all is their question. Parantu mahodaya atra sadharana karanani api vayam drishtavantah tatra Ishwarasya ichha gnana kriti iti api shirutavantah tarhi te santi chedeva एकार्यस्य उत्पत्तिः भवति खलु. हा इति नैयायिकाः वदन्ति, वयमपि तादृशं वदेम. किन्तु बौद्धाः किं कीदृशं वदन्ति, अत्र इदानीं सर्वाणि कारणानि एकस्मिन् अधिकरणे सन्निहितानि सन्ति चेत् अग्रिमक्षणे अनिवार्यं कार्यम् उत्पद्यते एव. ईश्वरः अस्ति वा न वा भवतु इति तेषां कथनम्. तर्हि एतद् आधारीकृत्य सर्वे पुनः चिन्तयन्तु किमर्थम् अत्र नैयायिकानामपि नैयायिकैः अपि ईश्वरस्य इच्छाकृति ज्ञाने कारणता स्वीकृता इति अनुमानमेव तत्र अनुमानम् इत्युक्ते किमर्थं तर्हि तस्मिन् विषये इदानीमेव चिन्तयामः सः तर्कः तत्र कार्य तत्र इदानीं जगत् इति कार्यम् इति स्वीकुर्मश्चेत् तत्र यदा घटः कार्यम् अस्ति यथा घटः कार्यम् अस्ति तत् तस्य कारणमस्ति कुलालः एवं जगत् इति कार्यम् अस्ति चेत् तदा तस्य कारणम् ईश्वरः भवतु इति अनुमानम् अस्ति सत्यम् इत्युक्ते जगत् तत्र कार्यं किं मृत् इति कार्यम् मृदः उत्पद्यते कुलालः किन्तु मृद् केन उत्पादितम् तत्र कोऽपि चैतन्य चेतनः आवश्यकः तत्र संयोगः किं परमाणूनां संयोगः मध्ये संयोगः अस्ति स च संयोगः केन कृतम् अपि च अनेन संयोगेन मृद् जायते अन्येन संयोगेन तत्र सुवर्णं जायते इति केन कृतम् इति चेत् ईश्वरः तत्र आवश्यकः इति वयं वदेमः तर्हि तत्र बौद्धाः किं वदन्ति न तत्र बौद्धाः तत्र वदन्ति ते वदन्ति तत्र इति चेतनस्य आवश्यकता एव नास्ति अत्र पश्यतु सामग्रीक्षणे कुलालः अपि अत्र अन्तर्निहितः अस्ति कुलालः इति लिखितमस्ति किन्तु तत्र ते किं लिखन्ति भवतु घटस्य उत्पादनार्थं कुलालस्य आवश्यकता अस्ति किन्तु सुवर्णस्य उत्पादनार्थं कुलालस्य आवश्यकता नास्ति ईश्वरस्यापि आवश्यकता नास्ति तत्र कारणमेव नास्ति नेचुरलि तद्भवति इति तादृशचिन्तनं तेषां केवलम् अत्र किमर्थम् एतद् अत्र प्रयोगः प्रयोजनं ज्ञातव्यं खलु अस्तु पूरयतु महोदय शिखा महोदय तदा या कारणता गृह्यते सा एव फलोपहितत्वरूपा शास्त्रे प्रसिद्धा तदा या कारणता गृह्यते तदा इत्युक्ते कदा तत्र श्रावणक्षणे यदा घटोत्पत्तिः भवति तदा एव कारणता एतेषु द्रव्येषु कारणेषु दृश्यते अस्तु तर्हि फलोपहितत्वं कदा आगच्छति घट उत्पत्ति भवति चेत् तस्मिन् क्षणे अत्र क्षणानि उक्तानि सन्ति खलु श्रावणक्षणे हा न तु आषाढक्षणे श्रावणक्षणे यद्यपि आषाढक्षणे सर्वाणि कारणानि तत्र सन्ति तावत्पर्यन्तं तत्र स्वरूपयोग्यत्वम् एव अस्ति यदा कार्यं जायते तस्मिन्नेव क्षणे तेषु कारणेषु फलोपहितत्वं जायते तर्हि महोदय फलोपधानत्वम् अपि च फलोपहितत्वम् इति समान एव सत्यम् अस्तु सत्यम् अस्तु इति द्वितीयविधः भेदः फलोपधानत्वम् इति इदानीं तृतीयविधः अस्तु वर्षा भगिनी पठति किम् विद्यमानस्य सतः कारणता एतावता स्वरूपयोग्यत्वं फलोपहितत्वम् इति भेदः निरूपितः सम्प्रति विद्यमानस्य सतः कारणता न्यायमानस्य सतः कारणता इति कारणतायाः विभागः निरूप्यते कार्यस्य कारणता कारणाधीनत्वं निरूपितमेव तत्र प्रमाणनिरूपणप्रसङ्गे आधार आधेयभावनिरूपणम् अपि पुनः कृतं तत्र भूतलादौ घटादीनां स्थितिः आधार आधेयभावः न सः सम्बन्धः अस्मदीयज्ञानसा अपेक्षः अज्ञायमाने अपि अज्ञायमानः अपि घटः भूतले भवति एव परन्तु विषयता ज्ञाने सति एव भवति इति विषयः उक्तः अत्र यदि कारणं भगिनि अग्रे पठित्वा वदतु भगिनि, अत्र केवलम् उद्घातरूपेण किञ्चित् उक्तम्। एवञ्च कस्यापि ज्ञानम् अनपेक्ष्या एव यथा भूतले घटः तिष्ठति तयोः आधार आधेयभावः च भवति तद्वदेव जगति अस्मदीय ज्ञान असत्त्वे अपि अनेकानि कार्याणि उत्पद्यन्ते। अरण्यस्थदण्डबीजात् दण्डोत्पत्तिः न हि अस्मदीयं ज्ञानमपेक्षते, न हि आतपसंयोगादीना नदीजलस्य मेघभावः, वृष्टिकाले च तैः मेघैः आकाशाच्छादनं ततः वृष्टिः इति इयं परम्परा अस्मदादि ज्ञानमपेक्षते। ईश्वरीयज्ञानादीनां साधारणकारणतां न वारयितुं प्रभवामः, तथापि तु ईश्वरज्ञानभिन्नं ज्ञानं पूर्वोक्तकार्य उत्पादाय न एव आवश्यकम्। एवं च तत्रत्यं कारणं विद्यमानं सत् कारणं, तस्य कारणता विद्यमानस्य सतः कारणता इत्युच्यते। यः कारणं विद्यमानमस्ति परन्तु तस्य ज्ञानम् न अपेक्षते तदपि कारणं भवति एव इति इति निकषा अस्ति। न न समीचीनतया वदतु, यत् कारणं विद्यमानमस्ति इति वा? हा, यत् कारणम् अस्ति विद्यमानम् अस्ति परन्तु तस्य ज्ञानं नास्ति। यदा अरण्ये दण्डबीजात् दण्डोत्पत्तिः भवति तस्य, अपि च घटः भूतले अस्ति परन्तु तस्य ज्ञानं न अपेक्षते, तत् अस्ति एव। कस्य ज्ञानं न अपेक्षते? अत्र दण्डोत्पत्तिः भवति इति ज्ञानम्, अत्र अरण्ये स्थित दण्डबीजात् भवति इति ज्ञानं न अपेक्षते परन्तु भगिनि मम प्रश्नस्य उत्तरम् एकपदेन, एकनिमिषम्, अत्र एकपदेन ददति चेत् भवती अवगच्छति वा न वा इति मया ज्ञातुं शक्यते। कस्य ज्ञानस्य अपेक्षा नास्ति? एकेन पदेन वक्तव्यम्। अत्र दण्डोत्पत्ति भवति इति ज्ञानेन नास्ति। चिन्तयित्वा वदतु कस्य ज्ञानम् इत्युक्ते अत्र विद्यमानसतः कारणता इति अस्ति खलु, विद्यमानस्य सतः कारणता इति, तस्य अर्थः कः? एककार्यस्य बहूनि कारणानि भवितुमर्हति। यत् कारणं विद्यमानः अस्ति परन्तु तस्य ज्ञानं नास्ति तदपि ईश्वरीयज्ञाननिरूपणार्थं तस्य प्रयोजनं। यद्भवत्या उक्तं तादृशं चिन्तयतु तदा उत्तरं लभ्यते। ईश्वरीयज्ञानमिति त्यजतु इदानीम्। ओके, बहूनि कारणानि भवितुमर्हति। एकनिमिषं भगिनि, अत्र उदाहरणम् उक्तमस्ति खलु, अत्र इदानीम् अरण्यमस्ति खलु, तत्र बीजात् वृक्षः उत्पद्यते खलु। अरण्ये बीजात् दण्डः वा वृक्षः वा उत्पद्यते। अस्तु, तर्हि तत्र इदानीं कार्यं किम्? दण्डोत्पत्तिः, वृक्षोत्पत्तिः। हा, वृक्षः दण्डः इति कार्यं, वृक्ष दण्ड उत्पत्तिः इति मा वदतु, दण्डः इति कार्यम्। अस्तु, इति दण्डः इति कार्यम् इति अस्ति, तर्हि तत्र विद्यमानसत् कारणता इति उक्तम्। तर्हि अत्र दण्डस्य कारणं किम्? बीजम्। हा, तर्हि बीजस्य ज्ञानं नास्ति चेत् इति वा, कस्य इति मया पृष्टं खलु। मम प्रश्नः कः? हा महोदय, बीजस्य ज्ञानं न अपेक्षते। न, इति नास्ति, बीजस्य ज्ञानं न अपेक्षते इति नास्ति. मम ज्ञानं कथं भवति बीजस्य? न, भवत्याः बीजस्य ज्ञानं नास्ति चेदपि अत्र वृक्षं भवत्येव, किन्तु अस्माकं ज्ञानं तत्र बीजे वा नो चेत् बीजे किमपि विद्यमानधर्मः वा. महोदय, तत्र बीजात् दण्डोत्पत्तिः इति ज्ञानं वा नापेक्षते? हा, इत्युक्ते बीजे किं, बीजात् दण्डोत्पत्तिः इति ज्ञानम् इत्युक्ते किं, बीजः किं, बीजः कारणं. हा, तर्हि बीजे कारणता, बीजे विद्यमानकारणतायाः ज्ञानं, न तु बीजस्य ज्ञानं. बीजं कारणम् इति ज्ञानं न अपेक्षते. किं वृक्षोत्पत्तिः मम ज्ञान अधीनं नास्ति इत्युक्ते वृक्षस्य कारणं बीजम् इति यदि अहं न जानामि चेदपि तत्र वृक्षम् उत्पद्यते एव. तर्हि वृक्षस्य उत्पत्तिः मम बीजस्य, बीजे कारणता अस्ति अस्ति इति ज्ञानस्य अधीना नास्ति. पुनः वदामि, वृक्षस्य उत्पत्तिः, वृक्षोत्पत्तिः कस्य अधीना नास्ति? बीजे कारणता अस्ति इति मम ज्ञानस्य अधीना नास्ति. बुद्धं वा? महोदय, परन्तु इट् इस् जनरल् नालेज् नो. न न, अत्र अत्र एतावत् मया यदुक्तं तद् बुद्धं वा? हा, तत् मम ज्ञानस्य उपरि न अधीनम् अस्ति. तत् न, मम ज्ञानस्य इत्युक्ते मम ज्ञानं कस्मिन् विषये? बीजस्य विषये वा, बीजे विद्यमानकारणतायाः विषये वा? कारणतायाः विषये. हा, इति इति तावद् अवगच्छतु. इदानीं मम ज्ञानस्य विषयः कः इति चेत् बीजः नास्ति, बीजे विद्यमानकारणता. तर्हि वृक्षोत्पत्तिः मम ज्ञानस्य इत्युक्ते बीजे विद्यमानकारणतायाः अधीना नास्ति वृक्षोत्पत्तिः इति तावत् इदानीम् अवगच्छति चेत् अग्रे ज्ञानमायस्य सः कारणता इति यदा अवगच्छामः तदा इतोपि अधिकबोधः जायते. तर्हि तावत् अस्तु, भवती अग्रे पठतु भगिनि. इदानीं बुद्धं खलु, ज्ञानस्य विषयः कः? बीजे कारणता अस्ति, वृक्षं प्रति कारणता अस्ति इति ज्ञानं, तदेव ज्ञानस्य विषयः. तस्य ज्ञानस्य अधीना नास्ति वृक्षोत्पत्तिः. अस्तु, अग्रे पठतु भगिनि. परन्तु तत् ईश्वरीयज्ञानादीनां साधारणकारणता न वारे अनन्तरं चिन्तयामः. इति इदानीं स्पष्टता न जाता भवत्याः अतिः, अतः जायं ज्ञायमानस्य सतः कारणता इति पठित्वा पुनः अस्मिन् विषये चिन्तयामः. ज्ञायमानस्य सतः कारणता, तत् अन्या च कारणता सा ज्ञाने सति एव सम्भवति. संस्कारनिरूपणावसरे अनुमिति उत्पादः, शाब्दबोध उत्पादश्च दर्शितः. पर्वते वन्ये अस्ति परन्तु न ज्ञायते, धूमः तु दृश्यते. तयोः अस्ति कश्चित् सम्बन्धः व्याप्त्याख्यः, येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमेन व्याप्तिः स्मर्यते. अस्तु, तर्हि अत्र अत्र स्थगयतु. इदानीं चिन्तयतु किञ्चित्. अत्र ज्ञानस्य अपेक्षा अस्ति, पर्वतः वन्यमान इति, पर्वते वन्य अस्ति इति इति अनुमानवाक्यं करणीयं चेत् अत्र धूमः दृश्यते, तद् धूमस्य आधारीकृत्य व्यापकभावः अस्ति इति वयं वक्तुं शक्नुमः. अतः धूमः अस्ति चेत् वह्नि अस्ति इति ज्ञानं भवेत्. तद् ज्ञानम् अस्ति चेदेव पर्वते वह्नि इति, वह्नि अस्ति इति वक्तुं शक्नुमः. अस्तु, अत्र कार्यं किम्? वन्य अनुमानम्। उत्तमं, पर्वतः वन्यमान् इति अनुमानज्ञानं कार्यमस्ति। तर्हि एतत् कार्यं ज्ञानम् इति कार्यम्, अनुमानज्ञानमेव कार्यम्। एतद् अनुमानज्ञानं कस्य अधीना अस्ति? धूमप्रत्यक्ष अधीना अस्ति नास्ति? धूम वन्नी धूमयोः मध्ये सम्बन्धः, सम्बन्धः व्याप्तिज्ञानस्य अधीना अस्ति। व्याप्तिज्ञानस्य अधीना अस्ति। यावत्पर्यन्तं यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति व्याप्तिज्ञानं यावत्पर्यन्तं मयि नास्ति तावत्पर्यन्तं यद्यपि अहं धूमं पश्यामि, धूमः प्रत्यक्षेन मया ज्ञायते, किन्तु व्याप्तिज्ञानं नास्ति। इदानीम् अहमस्मि, मम पौत्रः अस्ति अस्ति चिन्तयतु, मयि व्याप्तिज्ञानम् अस्ति, मम पौत्रे व्याप्तिज्ञानं नास्ति, किन्तु द्वयोः पर्वते धूममस्ति इति ज्ञानमस्ति, प्रत्यक्षज्ञानमस्ति, सः अपि पश्यति अहमपि पश्यामि। तर्हि मया एव अत्र पर्वतौ पर्वते वह्निः अस्ति, अतः पौत्र, हे पौत्र, तत्र मा गच्छतु इति वक्तुं शक्यते। किमर्थम् इति चेत् पर्वते वह्निः अस्ति इति ज्ञानं व्याप्तिज्ञानस्य अधीना अस्ति। यावद् व्याप्तिज्ञानं न भवति तावत् अनुमतिज्ञानं न भवति, अतः एव सः केवलं धूममेव पश्यति किन्तु तत्र वह्निः अस्ति इति तेन अनुमानं कर्तुम् अशक्यम्। तर्हि अत्र कार्यमस्ति अनुमानज्ञानं, सा अनुमान तद् अनुमानज्ञानं व्याप्तिज्ञानस्य अधीना अस्ति इति। तर्हि एतदेव ज्ञायमानस्य ततः कारणता, इत्युक्ते इदानीं धूमे कारणता आगता खलु, धूममेव कारणं वह्निं प्रति, वह्निं वह्नि वह्नि अनुमानं प्रति धूमं हेतुः अस्ति, कारणमस्ति, किन्तु तत्र कारणता, धूमे कारणता कथम् आगतम् इति चेत् यावत्पर्यन्तं धूमवह्न्योः मध्ये व्याप्यव्यापकभावं न ज्ञायते तावत्पर्यन्तं धूमे कारणता एव न आगच्छति। इति कृत्वा एव मम पौत्रेण यद्यपि धूमं तेन दृष्टं तथापि तत्र वह्निः अस्ति इति अनुमानं न कर्तुं शक्यं, कारणता न कल्पिता धूमे, धूमं पश्यति किन्तु धूमः कारणमिति सः न पश्यति, किन्तु अहं पश्यामि। तर्हि धूमे विद्यमानकारणताया कारणता कीदृशा इति चेत् ज्ञायमानस्य ततः, अत्र सत् इति सति सत् तत्र सति सति इव प्रयोगः अस्ति अत्र। यदि अहं धूमे इत्युक्ते धूमे कारणता कदा आगच्छति, यदा मयि व्याप्तिज्ञानमस्ति तदा एव धूमे कारणता आगच्छति। तर्हि धूमे विद्यमानकारणता कस्य अधीना इति चेत् मयि विद्यमान व्याप्तिज्ञानस्य अधीना अस्ति। किन्तु इदानीं पूर्वम् एतस्माभिः पठितं वृक्षोत्पत्तिः, वृक्षोत्पत्तिः इदानीं बीजः एव कारणं वृक्षोत्पत्तिं प्रति इति मयि ज्ञानं नास्ति चेदपि तत्र वृक्षोत्पत्तिः भवत्येव खलु। तर्हि तत्र मयि ज्ञानं नास्ति चेदपि बीजस्य कारणतायाः ज्ञानं नास्ति चेदपि वृक्षोत्पत्तिः भवत्येव, किन्तु अनुमानज्ञानं यावत्पर्यन्तं मयि व्याप्तिज्ञानं नास्ति तावत्पर्यन्तम् अनुमानम् इति कार्यम्, अनुमानज्ञानम् इति कार्यं न जायते इति कृत्वा अत्र धूमे विद्यमानकारणता मम ज्ञानस्य अधीना अस्ति, व्याप्तिज्ञानस्य अधीना अस्ति, किन्तु बीजौ विद्यमानकारणता, बीजे विद्यमानकारणता मम ज्ञानस्य अधीना नास्ति। तर्हि तत्र तत्र बीजः अस्ति चेत्, विद्यमानमस्ति चेत् अत्र वृक्षः भवत्येव, किन्तु यद्यपि अत्र धूमः विद्यमानमस्ति प्रत्यक्षेन दृश्यते किन्तु तदुपरि ज्ञानम् अपि व्याप्तिज्ञानमपि अपेक्षा अपि व्याप्तिज्ञानस्यापि अपेक्षा अस्ति, नो चेत् अत्र कारणता न कल्पयितुं शक्यते धूमे इति भेदः। तर्हि अत्र मम ज्ञान अधीना मम ज्ञान अधीनेन या कारणता जायते सा कारणतायाः नाम अस्ति ज्ञानमानस्य स्वतः कारणता। मम कारणता अनधीत मम ज्ञानता अनधीता कारणता यत्र अस्ति तत् विद्यमानस्वतः कारणता इति भेदः। अस्तु मेहुल् महोदय वदतु। केवलम् अत्र किञ्चित् भेदः अस्ति तत्र ज्ञाने एव भेदः अस्ति खलु। किमर्थमित्युक्ते यदि धूमे कारणता अस्ति इति मयि ज्ह्नानं नास्ति चेदपि तत्र वह्निः अस्ति एव पर्वते, तथैव अत्रापि बीजे कारणता अस्ति इति मयि ज्ह्नानं नास्ति चेदपि वृक्षोत्पत्तिः भवति, तथा तर्हि तत्र अनुमानज्ञानम् अत्र द्वितीय उदाहरणे अनुमानज्ञानम् अस्ति, प्रथम उदाहरणे अन्यत् किमपि ज्ञानमस्ति, अतः एव तत्र कारणतायाः मध्ये भेदः अस्ति वा? अस्तु अत्र कार्यं किम् इति प्रथमं वक्तव्यम्, अतः एव कार्यं किं, पूर्वस्मिन् उदाहरणे कार्यमस्ति वृक्षोत्पत्तिः, द्वितीय उदाहरणे कार्यमस्ति अनुमानज्ञानम्। तदेव अनुमानज्ञानं कार्यम् अनुमानज्ञानं। तर्हि पूर्वस्मिन् उदाहरणे कारणं किं, बीजम्। अस्मिन् उदाहरणे कारणं किं, धूमः। बीजे अपि कारणता अस्ति, धूमे अपि कारणता अस्ति, किन्तु बीजे या कारणता अस्ति सा कारणता मम ज्ञा इदानीं बीजात् एव वृक्षं जायते इति यदि यस्मिन् कस्मिंश्चित् ज्ञानं चेदपि ज्ञानं नास्ति चेदपि तत्र बीज वृक्षस्य उत्पादनं भवत्येव, कार्यं भवत्येव। किन्तु अत्र अनुमानज्ञानम् इत्युक्ते धूमे जायमानकारणता कदा जायते, यदि व्याप्तिज्ञानं मयि अस्ति तदा एव। यस्मिन् धूमवन्योः मध्ये व्याप्तिज्ञानम् अस्ति तस्मिन् एव तत्र धूमे कारणता जायते, नो चेत् केवलम् अत्र धूमः पश्यति यथा मम पौत्रः, केवलं धूमं पश्यति सः, किन्तु धूमे कारणता न पश्यति। तद् अवगच्छामि, केवलम् अत्र भिन्नः यत् अस्ति यत् अत्र द्वितीय उदाहरणे अनुमानज्ञानमिति कार्यम् अतः एव यदि सत्यम् इत्युक्ते अत्र अस्मिन् उदाहरणे अनुमानज्ञानम् इति कारणं स्वीकृतं, तर्हि तादृश अन्यानि कार्याणि अस्ति वा सन्ति वा इति अस्माभिः चिन्तयितुं शक्यते, अग्रे आयास्यति। तदेव तेनैव अधुना स्पष्टता जायते। अस्तु तर्हि इदानीं समापयामः, इत्युक्ते अत्र एकमेव इतोपि वक्तव्यम्। अस्तु बीजे विद्यमानकारणता अस्माकं ज्ञानाधीना नास्ति, अनुमानज्ञाने विद्यमान तत्र अनुमानज्ञानेन अनुमानज्ञाने धूमं यत् कारणमस्ति तस्मिन् विद्यमानकारणता अस्माकं ज्ञानाधीनमस्ति। अस्तु इति अस्माभिः इदानीं निरूपितम् अवगतमस्ति खलु। तर्हि इदानीं प्रश्नः उदेति अस्माभिः पूर्वं किमुक्तं, वृक्षे वृक्षं बीजात् यद्वृक्षं जायते तत्र ईश्वरीयज्ञाने कारणं कल्पितमस्ति खलु, तर्हि तत्रापि यदा बौद्धाः वदन्ति तत्रापि ईश्वरीयज्ञाने अपि कारणता न कल्पयामः इति चेत् तत्रैव उक्तम् ईश्वरीयज्ञानादीनां साधारणकारणतां न वारयितुं प्रभवामः, इत्युक्ते अत्र ज्ञानस्य अपेक्षा नास्ति इति वदामश्चेत् अस्माकं जीवात्मानां ज्ञानस्य अपेक्षा नास्ति इति एव अवगन्तव्यम्, ईश्वरीयज्ञानमपि नापेक्षम् इति वक्तुं न प्रभवामः। तथापि तु ईश्वरज्ञानभिन्नं ज्ञानम् इत्युक्ते ईश्वरज्ञानं भिन्नं ज्ञानं कुत्र वर्तते, जीवात्मना जीवात्मनेषु एव वर्तते खलु, तादृशज्ञानम् ईश्वरज्ञानभिन्नज्ञानं पूर्वोक्तकार्योत्पादाय नैव आवश्यकं। पूर्वोक्तकार्योत्पादाय पूर्वोक्तकार्यं किं, वृक्षोत्पत्तिः, वृक्षोत्पत्तिः तं कार्यं प्रति न आवश्यकमेव, जीवात्मनाम् आत्मा बीजात् एव अत्र वृक्षः जायते इति ज्ञानं न आवश्यकमेव, किन्तु ईश्वरीयज्ञानम् आवश्यकं, तद् निवारयितुं न प्रभवामः इति भेदः अस्ति। तर्हि एतत् स्वीकृत्य कारणतायाः प्रभेदः कृतः। इदानीमपि किं जायमानमस्ति इति सर्वेषां मनसि भवेत्। अत्र विभजनं, कारणस्य विभजनं, प्रथमं तु सम्बन्धं स्वीकृत्य, अवच्छेदसम्बन्धं स्वीकृत्य असमवायिकारणं समवायिकारणं प्रथमविधं द्वितीयविधं निमित्तकारणम् इति प्रभेदः कृतः। द्वितीयं तु फलोपितत्वं फल उपहितत्वम् अपि च स्वरूपयोग्यत्वम् इति, यदा कार्यं जायते तदा कारणे फलोपहितत्वम् इति अस्ति, कार्यं न जातम् एतावत्पर्यन्तं तदा इदानीं कारणमस्ति वा इति चेत् कारणमस्ति। कीदृशकारणं? स्वरूपयोग्यत्वम् इति कारणमस्ति इति तत्र भेदः कृतः। इदानीं किं कृतं कारणतायाः इत्युक्ते कारणस्य भेदः, ज्ञानमानस्य सतः कारणता, विद्यमानस्य सतः कारणता इति प्रभेदः कृतः। अस्तु, अस्मिन् विषये सर्वे चिन्तयन्तु। अग्रे इतोपि तस्मिन्नेव विषये बहु किमपि लिखितमस्ति, तर्हि पुनः चिन्तनं कर्तुम् अवसरः लभ्यते। अस्तु, समयः जातः इति कृत्वा अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादः।